आं महोदय. सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनी. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र चित् चन इति, तत्र अव्ययद्वयं तयोः प्रयोगः, तत्र चित् अपि चन तयोः प्रयोगः कथं भवति इति अपि ते तत्र अभ्यासः अपि. तत्र गतवर्गे वयं रूपाणि दृष्टवन्तः, तत्र पुल्लिङ्गे, स्त्रीलिङ्गे, अपि नपुंसकलिङ्गे अपि तत्र किञ्च अभ्यासमपि कृतवन्तः. किन्तु तत्र अनेके अभ्यासाः सन्ति, तान् सर्वान् कुर्मः अद्य. किन्तु तस्मात् प्राक् तत्र केवलं पुनस्मरणार्थं तत्र चित् अपि छन तत्र रूपाणां पुनस्मरणं कुर्मः. तत्र नरेश् महोदय, तत्र पुल्लिङ्गे रूपाणि कथं भवति महोदय? आं महोदय, पुल्लिङ्गे कश्चित् कौचित् केचित् कञ्चित् कौचित् कांश्चित् केनचित् काभ्याञ्चित् कैश्चित् कस्मैचित् काभ्याञ्चित् केभ्यश्चित् कस्माच्चित् काभ्याञ्चित् केभ्यश्चित् कस्यचित् कयोश्चित् केषाञ्चित् कस्मिंश्चित् कयोश्चित् केषुचित्. हा, समीचीनं महोदय. हा, तत्र अष्टसप्ततितमे पुटे ये रूपाणि दत्तानि सन्ति, पेज् 78-79, तत्र अस्तु. इदानीं तत्र वेदा भगिनी, तत्र स्त्रीलिङ्गे रूपाणि एकवारं पठति वा भगिनी? आं महोदय, स्त्रीलिङ्गे काचित् केचित् काश्चित् काञ्चित् केचित् काश्चित् कयाचित् काभ्याञ्चित् काभिश्चित् कस्यैश्चित् काभ्याञ्चित् काभ्यश्चित् कस्याश्चित् काभ्याश्चित् काभ्यश्चित् कस्याश्चित् कयोश्चित् कासाञ्चित् कस्याञ्चित् कयोश्चित् कासुचित्. हा, इति समीचीनं भगिनी. अस्तु, इदानीं तत्र समीचीनं भगिनी. अस्तु, तत्र गीताञ्जलिभगिनी, तत्र प्रथमात्वा द्वितीयविभक्ति उपयुज्य चित् इति उपयुज्य तत्र एकं वाक्यं वदति वा भगिनि? आं महोदय, अस्मिन् नगरे कश्चित् योगी आसीत्. हा, समीचीनं. कश्चित् योगी आसीत्, समीचीनम् उत्तम भगिनी. अस्तु, इदानीं तत्र उषा भगिनी, नमस्कार. नमस्कार भगिनी, पुटसङ्ख्या 78 जानाति खलु भगिनी? अस्तु अस्तु भगिनी, तत्र द्वितीयविभक्ति उपयुज्य वाक्यं वदति वा तत्र? काञ्चित् बालकं पश्यामि. हा, समीचीनं भगिनी, काञ्चित् बालकं पश्यामि. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र शुभ भगिनी, तृतीयविभक्ति उपयुज्य. तत्र कञ्चित् अस्ति वा महोदय? ओ, सत्यं सत्यं, कञ्चित् एव. सत्यं भगिनि, काञ्चित् इति तत्र स्त्रीलिङ्गे. हा, कञ्चित् बालकं, कञ्चित् महोदय, कञ्चित् बालकं पश्यामि. हा, समीचीनं. नरेश् महोदय किम् उक्तवान्? न, अहं चिन्तयामि बहु वचनं. ओ, कांश्चित्. अस्तु अस्तु अस्तु अस्तु, हा, समीचीनं. कांश्चित् बालकान् हा तत्र पश्यति इति. अस्तु, समीचीनं. हा, अस्तु, शुभभगिनी, तृतीयविभक्ति. केनचित् बालकेन इदं वस्तुं नयामि. हा इदं पुस्तकं नयामि किमपि. इदं पुस्तकम् अस्तु अस्तु समीचीनम्. इदं वस्तु एव तत्र वस्तु वस्तूनि वस्तूनि. आम् आम् तदपि नपुंसकलिङ्गे अस्ति. नपुंसकलिङ्गे एव समीचीनं समीचीनं भगिनि. अस्तु मधु महोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः महोदय. तत्र पुटं प्राप्तं वा महोदय? हा 78. हा तत्र कस्मै चित् इति तत्र चित् अस्ति चेत् तत्र सम्यक्तया नत्र निश्चयेन न जानीमः. तत्र कश्चन राजा अस्ति अथवा इति तादृशं तत्र कः राजा इति न जानीमः, कश्चन आसीत् इति. अतः तत्र कस्मैचित् अस्ति तम् उपयुज्य एकं वाक्यं रचयति वा? चतुर्थी भवति. हा कस्मैचित् बालकाय कस्मै चतुर्थी कस्मैचित् बालकाय फलं ददामि. हा ददामि समीचीनं महोदय समीचीनम् उत्तमम् अस्तु. इदानीं तत्र नरेश महोदय इदानीं तत्र पञ्चमी पञ्चमी कस्माच्चित् कस्माच्चित् बालकात् पुस्तकं स्वीकरोतु. हा अस्तु अस्तु समीचीनम् अस्तु. वेदा भगिनी सप्तमी षष्टि षष्टि षष्टि कस्यचित् और् केषाञ्चित् कस्यचित् बालकस्य किं वदामि बालकस्य कस्यचित् बालकस्य पितॄणां पितुः कस्यचित् बालकस्य पिता कः अस्ति एवं कस्यचित् बालकः तत्र बालकः न जानीमः तत्र पिता कः कः अस्ति इति. कस्यचित् बालकस्य प्रश्नः समीचीन वाक्यं समीचीनमेव अस्ति भगिनि, चिन्ता मास्तु. किन्तु अर्थः कः इति तत्र किञ्चित् क्लेशः अस्ति. हा किन्तु तत्र कस्यचित् पुस्तकम् अत्र अस्ति खलु. हा कस्यचित् पुस्तकम् अत्र अस्ति, न जानामि कस्य पुस्तकं न जानामि कस्यचित् पुस्तकम् अत्र अस्ति इति. अतः तादृशं सरलवाक्यम् अस्तु. उषा भगिनी अग्रे सप्तमी. आं महोदय. कस्मिंश्चित् नगरे ग्रन्थालयम् अस्ति. ग्रन्थालयः अस्ति. ग्रन्थालयः अस्ति तत्र कस्मिंश्चित् नगरे बृहत् ग्रन्थालयः बृहान् ग्रन्थालयः अस्ति. अस्तु समीचीनं. बृहान् इति वा महोदय? हा तत्र बृहत् इति नपुंसकलिङ्गे, बृहान् इति पुल्लिङ्गे इति मन्ये. अस्तु तत्र महत् इति बृहत् इति प्रातिपदिकं तत्र. अस्तु समीचीनम्. इदानीं तत्र सर्वैः अवगतम् इति मन्ये तत्र चित् क्षण इति, किन्तु एकवारं पुनः तत्र अवधेयं यत् अस्ति तद् एकवारं पुनः पठामः. तत्र मधु महोदय तत्र पेज् 78 मध्ये अवधेयम् इति अस्ति मध्यभागे, एकवारं पठति वा महोदय? किम् इति शब्दः प्रश्नार्थकः तस्य रूपैः सह चित् क्षणयोजनेन अनिश्चितार्थकत्वा सिद्ध्यति. अनिश्चितार्थकत्वं सिद्ध्यति. अनिश्चितार्थकत्वं सिद्ध्यति सिद्ध्यति. उदाहरणं काचित् गच्छति अत्र अत्र का गच्छति इति निश्चयेन निश्चयः नास्ति. कश्चन अभिनयति, अत्र कः अभिनयति इति निश्चयः नास्ति. शिशिरः केनचित् सह क्रीडति, अत्र केन सह क्रीडति इति निश्चयः नास्ति. एतादृशः अर्थः अनिश्चितार्थः. नाम अनिश्चितार्थः नाम निश्चयः तत्र नास्ति, सर्टेनिटि नास्ति, तत्र कः इति निश्चयेन न जानीमः. किन्तु का गच्छति, का गच्छति, का तत्र कापि महिला अस्ति इति चिन्तयतु, किन्तु तत्र का गच्छति इति न जानीमः. तत्र कापि गच्छति, किन्तु काचित् गच्छति, तत्र का इति न जानीमः. अस्तु, प्रश्नार्थकं नास्ति किल, अत्र प्रश्नार्थकमेव. न न, किन्तु का इति, का इति तु प्रश्नार्थकः एव खलु. आम् आम्. हा, तत्र एषा का इति, सा का, एषा का इति वदामः खलु, तत्र प्रश्नार्थकः एव खलु, का इति अथवा कः इति. आम् आम्. हा, किन्तु प्रश्नार्थकपदम् इति तत्र किम् इति तस्य रूपं तत्र का इति, का इति पदं स्वीकृत्य तत्र चित् अथवा छन योजयामश्चेत् किं भवति, तत्र प्रश्नार्थकः इदानीं नास्ति, केवलम् अनिश्चयार्थकत्वम् अस्ति तत्र. नाम तत्र काचित् गच्छति इति प्रश्नः नास्ति तत्र. काचित् गच्छति इति वदामश्चेत् तत्र अस्माकं ज्ञानं किं, कापि तत्र कापि गच्छति, किन्तु सा का इति वयं निश्चयेन न वक्तुं शक्नुमः, निश्चयेन न जानीमः सा का इति तस्मिन् समये. नो चेत् वयं वदामः तत्र ऊर्मिला गच्छति अथवा जानकी गच्छति इति वदामः, किन्तु यदि वयं न जानीमः तत्र का गच्छति, काचित् गच्छति इति वदामः. अस्तु, समीचीनम्. अतः तत्र अनिश्चितार्थकत्वं, निश्चितार्थकत्वं न, किन्तु तस्य विरोधः अनिश्चितार्थकत्वम् इति प्रदर्शयितुं वयं चित् अथवा छन इति अव्ययं तत्र अव्ययस्य योजनं कुर्मः अथवा अव्ययं योजयामः. अस्तु, तर्हि तत्र उदाहरणानि गतवर्गे दृष्टवन्तः, तत्र अवधेयम् इति अग्रिमे पुटे तत्र नाम तत्र चिच्छन तत्र सर्वेपि तत्र विशेषणं भवति, अपि तत्र लिङ्गं वचनं विभक्तिं च अनुसरति, अतः एव तत्र रूपाणि दत्तानि सन्ति इति दृष्टवन्तः पेज् 79 मध्ये. इदानीं तत्र अग्रिमपुटं गच्छामः, प्रायशः तृतीय अभ्यासः तत्र आरम्भं करणीयम् इति मन्ये. अतः तत्र गीताञ्जलि भगिनी तत्र तृतीय अभ्यासः आरम्भं करोति वा भगिनि, तम् अभ्यासम्. आम् महोदय. वलयतः उचितं शब्दं चित्वा यथोदाहरणं रिक्तस्थानानि पूरयत. वलयत इत्युक्ते इति आवरणे यत्र आवरणे इत्युक्ते ब्राकेट्स्, वलयम् इत्युक्ते तत्र सर्कल् इति रूपं, तत्र वलयम् इति, अत्र एलिप्स् इति. अस्तु, वलयत इत्युक्ते एलिप्स् महोदय. वलयतः नाम ततः, पञ्चमी अर्थे वलयतः, वलयतः, वलयम् अथवा इति. वलयम् इति नपुंसकलिङ्गं महोदय, चिन्तयं भगिनि, वलयम् अथवा वलयः, किन्तु तत्र किन्तु वलयम् इत्युक्ते सर्क्युलर् इति मन्ये. स्ट्रेट् नास्ति चेत् वलय इति, करुड् इति, करुड् इति, बेङ्गल् वलयं, वलय वलयम् इति बेङ्गल् अपि भवति, बेङ्गल्, बेङ्गल् अपि भवति, किन्तु तत्र उदाहरणं, मनुष्याणां सहस्रेषु केनचन जनेन सिद्धये प्रयत्यते. भगिनी तत् प्रथमवाक्यं वा चतुर्थवाक्यं वा तत् उदाहरणम्? उदाहरणमस्ति वा तत्? अस्तु अस्तु, मम पुस्तके तत् चतुर्थवाक्यमस्ति. ओ अस्ति वा महोदय, क्षम्यतां, मम पुस्तके उद्धारणं न दत्तवान् तत्र. नूतन मुद्रणं वा भगिनी भवत्याः पुस्तकं? मम पुस्तकं न जानामि महोदय, द्वितीयमुद्रणम् 2019. अस्तु अस्तु भगिनि, मम तु तत्र दशवर्षपूर्वं प्रथममुद्रणमस्तु 2009. अस्तु महोदय, मनुष्याणां सहस्रेषु केनचन जनेन सिद्धये प्रयत्यते इति. केनचन तृतीया, केनचन जनेन, केनचन जनेन, समीचीनं भगिनी. न जाने केन जनेन, केनचन जनेन. तत्र वयं चिन्तयामः, तत्र केन अपि तत्र सिद्धये इति विभक्ति का तत्र? सिद्धये प्रयत्यते, सिद्धये प्रातिपदिकं किम् अथवा प्रथमविभक्तिरूपं किम्? ओ चतुर्थी वा? हा समीचीनं भगिनि, हरये, सिद्धये नाम सिद्ध्यर्थं, सिद्ध्यर्थं तद् तद् हा तद् कर्तुं, तत्र सिद्धि भवतु इति प्रयत्नं, सिद्ध्यर्थं प्रयत्नं करोति अथवा धनेन प्रयत्यते. मनुष्याणां सहस्रेषु केनचित् जनेन सिद्धये प्रयत्यते. अस्तु समीचीनं भगिनि, इदानीं प्रथमवाक्यं किमस्ति? प्रभुः डाश् अपि जनस्य पापं सुकृतं वा न आदत्ते. प्रभुः न आदत्ते, प्रभुः तत्र कस् तत्र विभक्ति का इति कथं निर्णेतुं शक्नुमः तत्र जनस्य इति? जनस्य तु षष्ठी अस्ति, एकवचनम्. अपि च कस्यचित् जनस्य, प्रभुः कस्यचित् अपि जनस्य पापं सुकृतं वा न आदत्ते. तत्र वा नाम पापं वा सुकृतं वा न आदत्ते, पापं वा सुकृतं वा न आदत्ते. केन आदत्ते? प्रभुः. कः न आदत्ते? कः न आदत्ते? प्रभुः न आदत्ते. कः न आदत्ते? प्रभुः न आदत्ते. न आदत्ते किं? न आदत्ते पापं वा सुकृतं वा इति न आदत्ते. कस्य अथवा सुकृतं वा कस्य पापं वा? कस्यचित् जनस्य. अत्र किम् अस्ति? तत्र यः कोऽपि भवतु तस्य जनस्य पापं सुकृतं वा प्रभुः न आदत्ते. समीचीनं भगिनि, समीचीनम्. अस्तु अग्रे वेदा भगिनि. महोदय, कल्याणकृत् डाश् दुर्गतिं न गच्छति. कल्याणकृत् दुर्गतिम् इति पदस्य लिङ्गं किं? द्वितीयविभक्ति कर्मपदं, कर्मपदं समीचीनं. तत्र लिङ्गं किं? दुर्गति, दुर्गति इति स्त्रीलिङ्गे पुल्लिङ्गे, दुर्गति स्त्रीलिङ्गे, दुर्गति काञ्चित् कल्याणकृत् काञ्चित् न. लेट् मी सी, भवती एव पठितवती काञ्चित् न तत्र कां योगः चित् अथवा काञ्चन प्रायशः अस्ति तत्र. काश्चन, काश्चन दुर्गतिं न गच्छति, काश्चन वा कुत्र अस्ति? काश्चन, काञ्चन इति कुत्र? काञ्चन नास्ति वा? ओ नास्ति. कस्मिंश्चित्, कस्मैश्चित्, कश्चित्, केषुचित्, कश्चन, कानिचित्, केभ्यश्चित्, कञ्चित्, कञ्चित्. ओ ओ एतदपि भवितुमर्हति भगिनि, तत्र कश्चित् कल्याणकृत् अपि दुर्गतिं न गच्छति, तदपि भवितुम् अर्हति. न कोऽपि यः कल्याणकृत् यः अस्ति न कोऽपि दुर्गतिं गच्छति इति, तदपि भवितुमर्हति. तत्र अतः दुर्गतिम् इति उपयुज्यापि कर्तुं शक्नुमः कल्याणकृत्. अतः तत्र कश्चित् कल्याणकृत् दुर्गतिं न गच्छति, तदपि भवति भवितुमर्हति. अतः तत्र तत् वाक्यं नास्ति महोदय इति वा भगिनि? अस्तु, पुराणतन पुस्तकम् अन्त अत्र अस्ति. भवत्याः पुस्तके द्वितीयवाक्यं किम् अस्ति भगिनि? कृष्णस्य इति अस्ति वा? कृष्णस्य वचनेन ओ नास्ति वा? कृष्णस्य वचनेन अर्जुनस्य मनसि डाश् संशयः उत्पन्नः इति. ओ अस्तु भगिनि, अतः एतत् कुर्मः भगिनि. तत्र यत् पुराणपुस्तके अस्ति तदेकवारं पठामः, तदनन्तरं भवती वदतु तत्र. आं महोदय, करोमि. यानि वाक्यानि वयं न कृतवन्तः इति. समीचीनं भगिनि, अस्तु अस्तु. अग्रे शोभा भगिनि. आं महोदय, तत्र रिक्तस्थानमपि जनाः इति अस्ति. जनाः इति प्रथमविभक्ति बहुवचने, अतः तत्र कः कौ के केचित् के हा केचित् जनाः फलाकाङ्क्षया कर्माणि कुर्वन्ति. हा, केचित् जनाः फलाकाङ्क्षया कर्माणि कुर्वन्ति. तत्र किं किम् अस्ति कर्माणि इति कर्मपदं? फलाकाङ्क्षया इति तत्र विभक्ति का? फलाकाङ्क्षया इत्युक्ते तत्र तृतीया भवति. हा, फलाकाङ्क्षा इति अस्ति फलाकाङ्क्षया, अपि च कर्माणि इति तत्र कर्म इति नपुंसकलिङ्गपदम्, अतः कर्म कर्मणि कर्माणि इति बहुवचने कुर्वन्ति. कुर्वन्ति तत्र फलाकाङ्क्षया नाम कारणं, फलाकाङ्क्षा इति तत्र तत्र आशा अस्ति. तत्र फलाकाङ्क्षा इति स्त्रीलिङ्गपदं प्राप्तुं कर्माणि कुर्वन्ति इति. हा, तत्र फलं प्राप्तुं, फलं फलाकाङ्क्षा तु तत्र अस्ति. फलार्थं, फलार्थम् इति फलं फलं फलाय इति वक्तुं शक्नुमः, किन्तु तद् किं किं प्राप्तुम् इति, किन्तु केन एतद् कार्यं कुर्वन्ति इत्युक्ते आकाङ्क्षया, आकाङ्क्षा अस्ति, आकाङ्क्षापूर्वम् अस्ति फलस्य आकाङ्क्षा, फलस्य आकाङ्क्षा. कस्य इति अपि, कस्मै, कस्मै इति अपि भवति वा? न न, कया, कया, कया इति, कया इति भवति तृतीया अस्ति. कया, कया, कया इति नाम तत्र कारणम् अथवा करणम् इति वक्तुं शक्नुमः. तत्र किं कारणम् आसीत्? तत्र आकाङ्क्षा इति कारणम् अस्ति, कारणम्. अतः तत्र तया आकाङ्क्षया ते कर्माणि कुर्वन्ति. फलाय इति अपि भवति. हा, फलाय इति भवति. समीचीनं भगिनि. हा अस्तु, शुभदा भगिनी, नमस्कारः. नमस्कारः भगिनी. पुटसङ्ख्या अस्ति अशीतिः. हा, अशीतिः. हा अस्तु, तर्हि धन्यवादः भगिनि. इदानीं तत्र नरेश महोदय अग्रे. अग्रे चतुर्थ गीताञ्जलि भगिनी पठितवती, अहम् उदाहरण उदाहरणरूपेण पठितवती. अस्तु, इदानीं पञ्चम. पञ्चम गीताशास्त्रं रक्तस्थान अपि अशुश्रूषवे न वाच्यम्. अशुश्रूषवे चतुर्थी विभक्ति अस्ति. हा, समीचीनं. प्रथमविभक्तिरूपं किम् अस्ति? कस्मैचित्. अस्तु, कस्मैचित् अस्तु. अशुश्रूषवे गीताशास्त्रं कस्मैचित् अपि अशुश्रूष्वे न वाच्यम्. हा, तत्र शुश्रूषुः इति प्रातिपदिकं खलु? अशुश्रूषुः. शुश्रूषुः, इदानीं तत्र अकारः आदौ अस्ति, अतः अशुश्रूषुः. शुश्रूषुः इति युक्ते कः? यः यस्मिन् अथवा यस्य श्रोतुम् इच्छा अस्ति सः शुश्रूषुः. शुश्रूषु इदानीं तत्र अकारेण तत्र तद् नास्ति इति अर्थः, अतः तत्र यस्य श्रोतुम् इच्छा नास्ति अशुश्रूषुः. श्रोतुम् इच्छा नास्ति अशुश्रूषुः तस्मै अश्रूषभे न वाच्यं. किं न वाच्यं? गीताशास्त्रं न वाच्यं. समीचीनं महोदय. अस्तु अग्रे उषा भगिनी अग्रे. आं महोदय, एकनिमिषं. भवतः अपि कर्मणि सङ्गः मास्तु. भवतः भवतः तत्र षष्टि न, तत्र प्रायशः षष्टि इति नास्ति भगिनि. तत्र षष्टि नास्ति, अतः अन्यः विकल्पः कः तत्र? भवतः अपि कर्मणि सङ्गः मास्तु. हा, तत्र भवतः इति तत्र तेन तत्र किमपि नास्ति, अतः भवतः त्यजतु. केवलम् अपि कर्मणि सङ्गः मास्तु. कस्मैश्चित् अपि अस्ति? न, कर्मणि इति अस्ति भगिनि. अतः तत्र केवलं यत् पदम् अस्ति वाक्ये, वाक्यं दृष्ट्वा एव तत्र किम् इति निर्णेतुं. तत्र कर्मणि इति पदमस्ति, तत्र विभक्ति का तत्र? कर्मणि कर्मणि बहुवचनम् न बहुवचनं कर्माणि अस्ति भगिनि. अपि द्विवचनमपि नास्ति तत्र. तत्र क्रियापदं किम् अस्ति? साक्षात् क्रियापदं किम् अस्ति? क्रियापदं कर्मपदं क्रियापदं तत्र क्रियापदं किम् अस्ति वाक्ये? अपि कर्मणि सङ्गः मास्तु. अस्तु मा अस्तु. हा, तदेव क्रियापदम् अस्तु. अस्तु अस्ति, मास्तु अस्ति, अतः क्रियापदं मा अस्तु. अस्तु, इदानीम् अस्तु इति सकर्मक वा अथवा अकर्मक? अकर्मक, अतः तत्र क्रिया कर्मपदं नास्ति खलु. अतः कर्तृपदं किम् अस्ति? तत्र भवतः स्वीकरणीयं वा? न, कर्तृपदं तु प्रथमविभक्तिरूपं खलु भगिनि. कर्मणि महोदय, तत्र किं मास्तु इति उक्तं? किं मास्तु इति उक्तं? सङ्गः मास्तु. कर्तृपदं सङ्गः एव कर्तृपदं. समीचीनं, सङ्गः मास्तु इति. अतः सङ्गः कर्तृपदं. समीचीनम्. इदानीं सङ्गः मास्तु, इदानीं तत्र कर्मणि इति अस्ति, तत् कर्मपदं न भवितुम् अर्हति, कर्तृपदमपि नास्ति खलु. अतः विभक्ति प्रथमा नास्ति, द्वितीया नास्ति, भिन्ना अस्ति विभक्ति. सप्तमी वा? अस्तु, समीचीनम्. कस्मिंश्चित्? हा, कस्मिंश्चित्? कस्मिंश्चित्, हा, अपि कर्मणि सङ्गः मास्तु. भवतः कस्मिंश्चित् कर्मणि अपि सङ्गः मास्तु. तत्र सप्तमी किमर्थम्? तत्र सप्तमी इत्युक्ते तत्र अधिकरणमस्ति वा? तत्र गृहे, सः गृहे अस्ति अथवा सा गृहे अस्ति अथवा मन्दिरे पूजा भवति इति तादृश अर्थः वा अथवा अन्यः अर्थः वा तत्र सप्तमी? अन्यः अर्थः इति मन्ये महोदय. हा, सत्यम्, अधिकरणं नास्ति. किमस्ति अत्र सप्तमी महोदय? मम एकः प्रश्नः महोदय, सप्तमी विभक्ति अधिकरणं कथम्? अधिकरणम् इत्युक्ते गृहम् इति तादृशम् अस्ति चेत् अधिकरणं, किन्तु एतत् अधिकरणं नास्ति खलु. तत्र यत् वस्तु तत्र वयं द्रष्टुं शक्नुमः वा इदानीं तत्र कर्मणि इति? न, अतः तत्र अधिकरणं तादृश अधिकरणं नास्ति किन्तु विषयः अस्ति विषयः सप्तमी विषयसप्तमी कस्मिन् विषये सङ्घः मास्तु कर्मणि सङ्घः मास्तु नाम भवान् किमपि करोतु किन्तु भवतः कस्मिंश्चित् अपि कर्मणि सङ्घः मास्तु इति अर्थः अर्थं किं सम्यक्तया न जानामि तत्र कोऽपि अस्ति किन्तु तस्य सहवासः भवती न इच्छति तदा भवती किं वदति तत्र किमपि कार्यं कर्तुं तत्र तत्र इच्छा अस्ति चेत् भवती वदति अस्तु मम आशा नास्ति भवान् किमपि करोतु भवतः एकमपि एकस्मिन् अपि कर्मणि मम सङ्घः मास्तु तत्र अहं तत्र अत्र भवतः इत्युक्ते भवतः कोऽपि अस्ति तस्य तत्र भवतः किन्तु तत्र चित् इति केवलं कर्मणि एव तत्र कस्मिंश्चित् कर्मणि अपि सङ्घः मास्तु तावदेव तत्र कस्य इत्युक्ते भवतः तत्र अन्य कोऽपि चिन्तयतु तत्र मुकुन्दः अस्ति अस्तु मुकुन्दस्य कस्मिंश्चित् अपि कर्मणि सङ्घः मास्तु तावदेव तत्र केवलं तत्र कस्य इति प्रश्ने तत्र भवतः इति अस्ति तावदेव अस्तु समीचीनं शुभदा भगिनी अग्रे आम् महोदय भगवतः वाक्येषु अर्जुनस्य भ्रमः जातः अत्र वाक्येषु इति इत्यस्य अन्वयः वाक्येषु इति सप्तमी विभक्ति बहुवचने अस्ति तस्य अन्वयः अत्र केषुचित् इत्यस्य अस्ति इति अहं मन्ये सत्यं भगिनि भगवतः केषुचित् वाक्येषु अर्जुनस्य भ्रमः जातः अर्जुनस्य भ्रमः जातः कस्मिन् विषये तस्य भ्रमः जातः वाक्येषु तत्र वाक्येषु वाक्येषु इति पुनः तत्र विषयसप्तमी केषुचित् वाक्येषु भगवतः केषुचित् वाक्येषु अर्जुनस्य भ्रमः जातः तत्र जातः इति पदस्य अन्वयः कुत्र भवति कः जातः भ्रमः जातः भ्रमः जातः भ्रमः पुल्लिङ्गे जातः विशेषणम् अतः तदपि पुल्लिङ्गे समीचीनं भगिनी अस्तु गीताञ्जलि भगिनी अग्रे आत्मा न हन्ति न वा हन्यते अस्तु आत्मा न इत्युक्ते द्वितीय तत्र वा आत्मा न द्वितीय अस्ति चेत् कश्चन वा कञ्चित् तत्र दत्तमेव आत्मा न कञ्चित् हन्ति न वा हन्यते इति तत्र कर्तृ वा कर्मणि वा हन्यते तु कर्मणि अतः न वा कश्चित् हन्यते हन्यते अस्ति चेत् कर्मणि इति अस्ति चेत् कर्तृपदस्य विभक्ति का आं महोदय आत्मा न कञ्चित् हन्ति इत्युक्ते तत्र समीचीनं भगिनि तत्र अपि च न वा प्रथम एव कश्चित् हन्यते न भगिनि तत्र हन्यते इति अस्ति इति खलु क्रियापदं हन्यते कर्मणि अस्ति चेत् ओ कर्मणि अस्ति चेत् कर्मपदस्य विभक्ति का प्रथमा अत्र आत्मा इति पदस्य विभक्ति का आत्मन् प्रथमवाक्ये तु भवती उक्तवती आत्मा हन्ति, तत्र आत्मा इति कर्तृपदमेव आसीत् खलु? अतः अत्रापि आत्मा कर्तृ अत्र आत्मा कर्तृपदं नास्ति, किन्तु प्रथमविभक्ति द्वितीयवाक्ये खलु. आत्मा न हन्ति, आत्मा किं न हन्ति, आत्मा कश्चित् किञ्चित् न हस्ति न हन्ति, कञ्चित् कञ्चित् न हन्ति, कञ्चित् न हन्ति. अस्तु, इदानीम् आत्मा इति पदस्य आत्मा इति पदस्य विभक्ति का? प्रथमा खलु, प्रथमा. इदानीं द्वितीयवाक्ये, द्वितीयवाक्ये हन्यते इति अस्ति, कर्मणि प्रयोगः खलु? आम् महोदय. इदानीम् आत्मा इति पदस्य आत्मा एव परिवर्तयामि महोदय वा? न न भगिनि, इदानीम् आत्मा इति पदम् अस्ति, तत्र कर्मपदं वा कर्तृपदं वा इति प्रश्नः. ओ, अत्र तु आत्मनि कर्मपदं भवति. हा, कर्मणि प्रयोगः इति, हा कर्मणि प्रयोगः इति उक्तवती खलु, अतः तत्र. आम् महोदय. हा, अतः तत्र आत्मा इति कर्मपदं, तस्य कर्म प्रथमा विभक्ति. हा, इदानीं कर्तृपदस्य विभक्ति, इदानीं कर्तृपदस्य विभक्ति का कर्मणि प्रयोगे? तृतीया. अतः तत्र किं भवति? कर्तृपदं तृतीया. हा, तत्र हन्यते, आत्मा हन्यते, कर्मणि प्रयोगः, अतः प्रश्नः कः? कर्तृपदम् आवश्यकम् अस्ति इदानीं, किन्तु तत्र कर्तृप्रयोगे प्रश्नवाचकं किं भवति? कः इति भवति, किन्तु कर्मणि प्रयोगे कर्तृपदस्य प्रश्नः कः? केनचित्, हा केन, समीचीनं, केनचित् आत्मा. वाक्यं तु एकमेव महोदय. न न न, भिन्न भिन्न भगिनि. आत्मा न किमपि कमपि हन्ति, अपि न कोऽपि आत्मानं हन्ति. अस्तु, किन्तु अन्यते दत्तम्, अन्यते दत्तं चेत् कथं जानीमः अत्र कर्मपदं वा कर्तृपदं? तु न न शक्यते, किमर्थम्? आत्मा तु दत्तमेव वाक्ये. आत्मा एव कर्मपदं भगिनि. आं महोदय, आत्मा इदानीं तत्र अस्तु अस्तु अस्तु भगिनि, तत्र केनचित् आत्मा न हन्यते इति वाक्यं कर्मणि प्रयोगः खलु? आं महोदय. इदानीं कर्तृ आत्मा न, केनचित् आत्मा न हन्यते इति तु इदानीं तस्य कर्तृरूपं वदतु. कर्तरि अस्ति चेत् केनचित् इति स्थाने किं भवति? केनचित् इति स्थाने कश्चित्, अस्तु, कश्चित् आत्मा इति स्थाने आत्मानं न हन्ति, अथवा भिन्नः भिन्नं वाक्यं खलु? आं महोदय, किन्तु अत्र तु एकमेव पूर्णविराम अस्ति, इत्युक्ते मध्ये तु कोमा एव अस्ति चेत् एकमेव वाक्यं न महोदय. न न, किन्तु अर्थः एक प्रत्येकभागस्य भिन्नः अर्थः अस्ति खलु. आत्मा न कमपि हन्ति, अपि कोऽपि आत्मानं न हन्ति. सत्यम्, अतः तत्र आत्मानं कोऽपि न हन्ति, न वा आत्मा कमपि हन्ति. आत्मा डस् नाट् किल् नार् इस् किल्ड् बै एनि वन् खलु, नार् इस् किल्ड्, दोस् आर् डिफ्रेण्ट् थिङ्ग्स् खलु भगिनि, भिन्नः खलु. अस्तु अस्तु अस्तु, वंशीसुर भगिनि नमस्कारः. हा हा, अतः तत्र भिन्नः खलु भगिनि. न वा केनचित् हन्यते इति एव, आत्मा हन्यते नाम न कोऽपि तत्र आत्मानं हन्तुं शक्नोति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे नरेश महोदय. महोदय नमस्कारः भगिनि, वंशीसुद भगिनि नमस्कारः. पुटसङ्ख्या अस्ति अशीतिः. अस्तु भगिनि, हा पुटसङ्ख्या अस्ति अशीतिः. आम् महोदय, भगवतः चतुर्भुजरूपं वेदैः वा तपसा दानेन वा द्रष्टुं रक्तस्थानजनैः न शक्यम्. अत्र तु जनैः तृतीयविभक्ति बहुवचनमस्ति. समीचीनम्. अतः कैश्चित्, हा कैश्चित् जनैः न शक्यम्. समीचीनं, तत्र जनैः तृतीय बहुवचनम् अस्तु. समीचीनं, तत्र भगवतः इति विभक्ति का? भगवतः षष्टि. षष्टि, समीचीनं. हा चतुर्भुजरूपं, चतुर्भुजरूपं, चतुर्भुजरूपं रूपं प्रथमा विभक्ति. किन्तु तत्र क्रियापदं किम् इति अन्वेषण करणीयम्. चतुर्भुज रूपं वेदैः वा तपसा, तपसा दानेन वा द्रष्टुं न शक्यम्. हा इदानीं तत्र शक्यम् इति एकमस्ति, अन्यत् तत्र क्रियावाचकम् अस्ति. तत्र तत्र द्रष्टुम् इति किम् अस्ति तत्र? द्रष्टुं तु तुमुन्, तुमुन्. किन्तु तत्र तत्र द्रष्टुम् इति कोऽपि वदति चेत् तत्र प्रश्नः अस्ति वा किं द्रष्टुम् इति? किं द्रष्टुम्? आम्, किं द्रष्टुम् इति प्रष्टुं शक्नुमः खलु. किं द्रष्टुं? चतुर्भुजं, भुजं, चतुर्भुजं द्वितीय विभक्ति पदम् अस्ति. अतः तत्र चतुर्भुजरूपं द्रष्टुं, तत्र माध्यमं, तत्र केन केन द्रष्टुं न शक्यते? वेदैः वा, वेदैः वा, तपसा, तथा तृतीयविभक्ति, तृतीय दानेन अपि तृतीयविभक्ति, द्रष्टुं द्रष्टुं कैश्चित् जनैः न शक्यं. हा कैश्चित् जनैः न शक्यं. तत्र यः कोऽपि भवतु जनाः, तत्र ये केऽपि भवतु जनाः, ते तत्र भगवतः चतुर्भुजरूपं द्रष्टुं न शक्नुवन्ति. तत्र वेदैः वा तपसा वा धानेन वा तत्र दर्शनं प्राप्तुं न शक्नुवन्ति, न शक्नुवन्ति. हा इति समीचीनं महोदय. अस्तु अग्रे एतावत् तत्र. हा वेदा भगिनी अग्रे. अग्रे चतुर्भुज अर्जुनः भगवतः रिक्तस्थानानि तत्र विभूतिः श्रुतवान्. विभूतिः तत्र विभूति इति विभूतिः नदीवत् विभूतिः इति द्वितीय बहुवचनरूपमस्ति. समीचीनं भगिनि. नद्यो नद्यः नदीं नद्यौ तत्र नदी स्त्रीलिङ्गमस्ति अथवा मति. तत्र प्रायशः विभूतिः इति मति शब्दवत् अस्ति इति मन्ये. मति मतिवत् तत्र किम् आयाति? काश्चन विभूतिः श्रुतवान् अर्जुनः भगवतः काश्चन विभूतिः श्रुतवान् इत्युक्ते षष्टिविभक्तिः अस्ति तत्र भगवतः. काश्चित् अथवा काश्चन. समीचीनं भगिनि. हा तदेव अस्ति. हा काश्चन विभूतिः श्रुतवान् तत्र श्रुतवान् इति तत्र शृणोति इति क्रियापदमस्ति. कर्म सकर्मकः वा अकर्मकः वा? श्रुतवान् न शृणोति. शृणोति इति क्रियापदं. शृणोति कर्तृपदम्. न शृणोति इति सकर्मकक्रियापदं वा अकर्मकक्रियापदं वा? किं शृणोति? सकर्मक इति. सकर्मक एव. तत्र किं शृणोति इति प्रश्ने तत्र विभूतिः शृणोति अथवा विभूतिः श्रुतवान् इति. अस्तु समीचीनम्. अस्तु अग्रे शोभा भगिनी. आं महोदय. गीतायाः वाक्यानि अत्यन्तं मनोहारीणि एव. अस्तु तत्र वाक्यानि इति अस्ति नपुंसकलिङ्गे वाक्यानि इति अस्तु तत्र बहुवचने गीतायाः तत्र कर्मपदं अत्यन्तं मनोहरी एव न तत् प्रथमा एव भवति. अस्तु, तर्हि तत्र वाक्यानि नपुंसकलिङ्गं भवति चेत् कानिचित् इति भवति वाक्यानि. गीतायाः कानिचित् वाक्यानि अत्यन्तं मनोहारिणि हारिणि हारिणी अथवा हारिणि अस्ति वा? हारिणि हारिणि हारिणि इति दत्तं. हा हारिणि मनोहारी अस्तु, मनोहारी मनोहारिणि एव इति भवति. कर्मणि कर्मकर्मणि कर्माणि तादृशं तत्र मनोहारिणि इति, तत्र हारिन् इति मनोहारिन् मनोहारी भवति. मनोहारि मनोहारी भवति चेत् मनोहारिणी न न हारिणी इति स्त्रीलिङ्गपदं स्त्रीलिङ्गपदमस्ति. जानामि किन्तु महोदय तत्र यो विद्यार्थिनी इति भवति एतत् विद्यार्थिनी एकवचने अस्ति भगिनि, एतत्तु बहुवचने अस्ति अतः. अस्तु, विद्यार्थिनी विद्यार्थिन्यः तिन्यः. अस्तु, तत्र किमपि अन्यत् पदं वदति वा महोदय? तत्र अधिकारिणी इति वा? न न, अधिकारी तु पुनः पुल्लिङ्ग. तत्र नकारन्त तत्र वस्तूनि इति उकारन्त अस्ति. तत्र वस्तु वस्तूनि वस्तूनि तत्र उपादौ तत्र उ इति अस्ति. तत्र इ इति कोऽपि स्मरति वा? तत्र अस्ति तत्र नकारान्तपदं. तत्र महोदय यत्र नकारान्त पुंलिङ्गं भवति तत्र इणि इति आगच्छति किल स्त्रीलिङ्गार्थे, तत्र विद्यार्थिनी अथवा तदेव अस्ति. तत्र अस्तु मनोहारिणी इति तत्र तत्र मनः हरति इति मनोहारी इति मनोहारी मनोहरः अथवा मनोहारिणी इति वा महोदय? मनोहरः इति अपि अस्ति, किन्तु एतत् मनोहारी इति तत्र भिन्न मनोहारी एव मनोहारिन् इति मनोहारी एव इति किञ्चित् भिन्नं. तत्र वाक्यानि मनोहारीणि एव, तत्र साक्षात् क्रियापदं न दत्तं किन्तु सन्ति सन्ति. अतः तत्र अकर्मक. समीचीनं भगिनि, अस्तु. शुभद भगिनी अग्रे. महोदय यद्यपि स्त्रीलिङ्गम् अस्ति चेत् अस्ति अपि गुणिन् तत्र किन्तु एकवचने भवति तत्र मनो अपि तत्र मनोहारिणी इति भवति. तत्र रि इति स्थाने तत्र प्रायशः तत्र ह्रस्वैकारः णी इति णी अनन्तरं दीर्घ ईकारः तत्र गुणिनी इति भवति खलु महोदय? वारी शब्दवत् वा नपुंसकलिङ्गे? समीचीनं भगिनि. वारी वारिणि वारीणि. धन्यवादः भगिनि. धन्यवादः. नपुंसकलिङ्गपदं. धन्यवादः वेदा भगिनि. वारि वारिणि वारीणि. तत्र रि इति तत्र दीर्घ ईकारः. समीचीनं भगिनि. अस्तु, शुभदा भगिनी अग्रे. न न, गीताञ्जलि भगिनी वा? न, शुभदा भगिनी. महोदय, धीराः कर्मणः न व्यतिचलन्ति. अत्र कर्मणः इति षष्ठीविभक्ति इति अहं मन्ये. कर्मणः इति पञ्चमी अपि च षष्ठीविभक्तेः एकवचन एकवचनं कर्म इति शब्दस्य. अतः अत्र तु षष्ठीविभक्ति एकवचनमस्ति इति भाति. अतः धीराः कस्यचित् इत्यस्य अन्वयः अत्र अस्ति. धीराः कस्यचित् कर्मणः न व्यतिचलन्ति. समीचीनं भगिनि, समीचीनं. तत्र कथं षष्ठी महोदय? कर्मणः इति कर्मणः कर्मणः न व्यतिचलति. कर्मणः इति पदस्य विभक्ति का? अहं मन्ये पञ्चमी महोदय. पञ्चमी अपि साधु अपि षष्ठी अपि षष्ठी, किन्तु वाक्ये वाक्ये षष्ठी अस्ति चेत् कथम् अर्थ भवति महोदय? धीराः न व्यतिचलन्ति. धीराः ये धीराः सन्ति ते कस्यचित् मनुष्यस्य कर्मणः ते विचलितः न भवन्ति कस्यचित् मनुष्यस्य तु सचिनं किन्तु कर्मणः पञ्चमी अस्ति अहं चिन्तयामि परन्तु पञ्चमी इत्यस्य कृते अत्र किमपि नास्ति मेचिङ्ग् नास्ति हा तदपि सत्यं सत्यम् अत्र समीचीनमेव तत्र प्रश्नः समीचीनं पञ्चमे अपि भवितुम् अर्हति यत् किन्तु तत्र किन्तु यथा उक्तं तत्र वलये वलये तु तत्र पञ्चमी न दत्तम् अहम् अन्वेषणं कृतवती तत्र पञ्चमी इत्यस्य चन रूपं नास्ति तत्र अतः कस्माच्चित् तु दत्तं वलयतः महोदय कस्माच्चित् तु दत्तं दत्तं वा अस्तु कस्माच्चित् अस्तु अस्तु अस्तु नूतन नूतन मुद्रणे अस्ति मम पुस्तके नास्ति मम पुस्तके नास्ति अस्तु भगिनि इदानीम् अतः तत्र व्यतिचलन्ति इत्युक्ते किं तत्र व्यतिचलन्ति इत्युक्ते तत्र न त्यजन्ति अथवा तत्र तेन तत्र मनसि तत्र विचलितः न भवन्ति इति अर्थः किन्तु तत्र पञ्चमी भवितुम् अर्हति न वा इति तत्र न जानामि न भवन्ति अहं तु चिन्तयामि पञ्चमी अस्ति पञ्चमी इत्युक्ते परन्तु तत्र मीनिङ्ग् पञ्चमी इत्युक्ते अर्थः तत्र ततः ततः न व्यतिचलन्ति इति वा महोदय ततः न इति तत्तु समीचीनं परन्तु तस्य मेच् नास्ति सः उक्तवती समीचीनं भगिनि अस्तु अतः तत्र अस्तु अतः तत्र द्रष्टव्यम् अस्ति तत्र किम् अस्ति तत्र व्यतिचलन्ति इति उपसर्गः अस्तु तत्र अहं न प्राप्तवान् तत्र व्यतिचलति इति साक्षात् अर्थः कः इति अस्तु तत्र अतः पञ्चमी वा षष्ठी वा तत्र भवति अस्तु धन्यवादः अतः ते न विचलितं न भवन्ति इति अर्थः सत्यं भगिनि अतः तत्र षष्ठी अपि तत्र यदि तत्र षष्ठी अपि भवितुम् अर्हति पञ्चमी अपि भवितुम् अर्हति अतः सम्यक्तया न वक्तुं शक्नुमः पञ्चमी उदाहरण कोऽपि व्याघ्रात् न व्यतिचलन्ति इति अर्थः अस्ति वा महोदय अहं चिन्तयामि तदा पञ्चमी अस्ति व्याघ्रात् तत्र सत्यं महोदय तत्र सत्यं किन्तु अस्तु हा अस्तु अतः तत्र अहं सम्यक्तया न जानामि महोदय अतः तत्र दृष्ट्वा एव तत्र पृष्ट्वा एव कर्मणात् विचलितः न भवति कर्मणात् इति न कर्मणः एव अस्तु अतः तत्र पृष्ट्वा एव तत्र वक्तुं शक्नोमि अतः न जानामि इदानीं पुस्तकस्य अन्ते उत्तराणि सन्ति वा प्रायशः सन्ति किन्तु तत्रापि मुद्रणदोषः भवितुम् अर्हति परन्तु किमपि साहाय्यं भवति इति सत्यं सत्यम् अस्तु अतः दृष्ट्वा अस्ति चेत् सर्वाणि उत्तराणि भिन्नः अस्ति महोदय ओ अस्तु अस्तु भगिनि अपि तत्र इदानीं नूतनमुद्रणे तत्र पञ्चमीविभक्ति अपि दत्तम् अपि एतावत् पञ्चमीविभक्तेः उपयोगं न कृतवन्तः खलु परन्तु तत्र केभ्यश्चित् दत्तं तत्तु उपयोगं न कृतवन्तः सत्यं सत्यं सत्यं सत्यं भगिनि किन्तु यत् यदि कृतं पुनः तस्य उपयोगं न भवति खलु तत्र द्वादशवाक्यानि सन्ति अपि च चतुर्दश उत्तराणि सन्ति हा किन्तु यदि कस्यपि तत्र उपयोगः पूर्वम् अभवत् चेत् प्रायशः तत्र पुनः तस्य उपयोगः न भवति किन्तु तत्र पूर्वं पञ्चमीविभक्तेः उपयोगः न कृतः इति मन्ये अतः तत्र अस्मिन् स्थाने तत्र तस्य प्रयोगः भवितुम् अर्हति इति चिन्तनं किन्तु सम्यक्तया न जानामि अतः त्यजामः अग्रिमवर्गे यदि तत्र उत्तरं प्राप्तं चेत् अहं वदामि, अपि भवन्तः अपि तत्र किञ्चित् अन्वेषणं कुर्वन्तु. अस्तु, अग्रेसरामः तर्हि तत्र. हा, उषाभगिनी अग्रे पठति वा तत्र एतेषु सुभाषिते. एते सुभाषिते उच्चैः पठत. सुभाषिते इति किमर्थं दत्तमस्ति? सुभाषितम् अपि सुभाषिते इति किं भवति? विभक्तिका, विभक्तिका तत्र अपि वचनं किम्? एते एते सप्तमी नास्ति खलु? न न न महोदय, एते तु द्वितीय एषः एतौ एते एषः एतौ एते महोदय. किन्तु सुभाषितः वा सुभाषितं वा? सुभाषितं, सुभाषितं न महोदय. अस्तु, सुभाषितम् इति. अस्तु, वनम् इति वदतु, रूपाणि वदतु. अतः सुभाषितं किं भवति? सुभाषितं, सुभाषिते, सुभाषितानि. इदानीम् अत्र सुभाषिते इति इत्युक्ते किम्? सुभाषितं, सुभाषिते. ओ, द्वि. अस्तु अस्तु महोदय, द्विवचने अस्ति. द्विवचने अस्ति. अपि विभक्तिका तत्र, विभक्तिका तत्र विभक्ति सुभाषितं वा महोदय? सुभाषिते इति पदस्य विभक्तिका प्रथमविभक्ति द्विवचनं महोदय. किन्तु क्रियापदं किम् अस्ति? पठत इति क्रियापदं खलु, लोट्लकारः. अतः अकर्मकः वा सकर्मकः वा? पठत तु सकर्मक इति मन्ये. अस्तु, कर्मपदं किम् अस्ति? कर्मपदं सुभाषितम् अस्ति, सुभाषिते अस्ति. अतः विभक्ति द्वितीया. एते सुभाषिते, ओ, द्वे सुभाषिते स्तः. अतः द्वे सुभाषिते स्तः उच्चे सुभाषिते पठत, उच्चैः पठत. इदानीं प्रथमम् एकमस्ति चेत् एतं सुभाषितम् उच्चैः पठत इति समीचीनम्. एतौ न न एतत् एतत् एतत् सुभाषितम् उच्चैः पठत. न कश्चित् कस्यचिन् मित्रं, कस्यचिन् कस्यचित् मित्रं तत्र चिन् मित्रम् इति भवति. अस्तु, किन्तु एकवारं पठतु तदनन्तरं. न कश्चित् कस्यचिन् मित्रं, न कश्चित् कस्यचित् रिपुः, रिपुः कारणेन हि जायन्ते मित्राणि रिपवस्तथा. इदानीं तत्र नः न कश्चित्, एकमेकं पदं स्वीकृत्य तत्र विभजनं करोति. कश्चित् न कश्चित् कस्यचित् मित्रं, मित्रं तत्र कस्यचित् तदनन्तरं मित्रमस्ति चेत् तत्र तस्थाने तत्र तत्र अनु तस्य वर्गस्य अन्तिम वर्णः नकारः आगच्छति. अतः तत्र चिन् मित्रम् इति भवति. कस्यचित् मित्रं, न कश्चित् कस्यचित् रिपुः. कः अस्ति? कश्चित् अस्ति, कश्चित् अस्ति, सः न कस्यचित् मित्रं, न वा कश्चित् कस्यचित् रिपुः. रिपुः इत्युक्ते शत्रु, शत्रुः. समीचीनं भगिनि. अग्रे कारणेन हि जायन्ते मित्राणि रिपवस्तथा. रिपवः, रिपवः इति पदस्य विभक्ति तत्र वचनं किम्? रिपवः, रिपवः बहुवचनम्. रिपुः इति पदस्य बहुवचनं रिपवः. समीचीनं भगिनि. मित्राणि अपि बहुवचनम्. जायन्ते, जायते, जायते, जायन्ते आत्मनेपदी. बहुवचनं, समीचीनं भगिनि. समीचीनं, तावदेव. अस्तु, उत्तमं भगिनि. अतः तत्र जायन्ते मित्राणि ऋपवस्तथा कारणेन हि जायन्ते मित्राणि ऋपवः तथा इति अस्तु समीचीनम् अस्तु इग्रा इदानीं तत्र पठामि अस्तु तत्र पठतु भगिनि प्रथमवाक्यं पठतु तत्र लोके कोऽपि जनः सहजतया अन्यस्य कस्यचित् मित्रं न भवति कस्यचित् मित्रं तत्र कोऽपि जनः सहजतया अन्यस्य कस्यचित् मित्रं न भवति न भवति न भवति अग्रे किमपि कारणम् अस्ति चेत् एव जनाः मित्राणि शत्रवः वा भवन्ति इदानीम् अवगतं वा आं महोदय अतः तत्र न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः रिपुः कारणेन हि जायन्ते मित्राणि रिपवः तथा शत्रवः वा अथवा मित्राणि शत्रवः वा भवन्ति भवन्ति इति अस्तु अतः तत्र कस्यचित् कश्चित् अस्ति कस्यचित् अस्ति पुनः कश्चित् अस्ति कस्यचित् अस्ति तावदेव अतः अस्तु चित्सन तत्र केवलं द्वयम् अस्ति अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र एतावत् नरेश महोदय अग्रे महोदय केचित् ज्ञानतो नष्टाः केचित् नष्टाः प्रमादतः केचित् ज्ञानावलेपेन केचित् नष्टैस्तु नाशिताः तत्र केचित् ज्ञानतः नष्टाः केचन नष्टाः प्रमादतः केचित् ज्ञानावलेपेन केचित् नष्टैः तु नाशिताः नष्टैः तु नाशिताः अस्तु समीचीनं तत्र अग्रे पठतु महोदय तत्र किं किम् अस्ति इति लोके केचन अज्ञानेन नष्टाः भवन्ति अन्ये केचन तत्र तत्र क्षम्यतां महोदय अतः तत्र मया सम्यक्तया न उक्तं पूर्वं केचित् अज्ञानतः इति तत्र केचित् ज्ञानतः इति उक्तवान् सम्यक् नास्ति केचित् अज्ञानतः नष्टाः इति अन्य केचन प्रमादकारणेन नष्टाः भवन्ति पुनः केचन अहं जानामि इति गर्वेण नष्टाः भवन्ति एवं नष्टाः जनाः अन्यान् कांश्चित् नाशयन्ति अपि अतः ते एतैः नाशिताः भवन्ति अतः तत्र केचन नष्टैः तु नाशिताः तत्र नष्टैः इति युक्ते नष्टः कः कः केचन केचन नष्टैस्तु तत्र केचन नष्टैस्तु नाशिताः नाम प्रथमविधनष्टाः जनाः सन्ति अज्ञानेन नष्टाः जनाः द्वितीयविधनष्टाः जनाः तत्र प्रमादकारणेन नष्टाः भवन्ति अपि ज्ञानावलेपेन अपि तत्र गर्वेण अपि नष्टाः जनाः सन्ति अतः तत्र बहवः नष्टाः जनाः सन्ति तैः नष्टैः जनैः अन्ये अपि नाशिताः भवन्ति अतः तत्र केचन नाशिताः भवन्ति कैः नाशिताः भवन्ति एतैः नष्टैः नाम चतुर्थविधनष्टाः तत्र कारणं नास्ति ते तत्र अज्ञानेन वा नष्टाः न भवन्ति प्रमादेन न नष्टाः भवन्ति तत्र गर्वेण अपि न नष्टाः भवन्ति, किन्तु अन्ये नष्टाः, हा नष्टाः जनाः ये सन्ति तैः एते जनाः अपि नाशिताः भवन्ति इति. महोदय प्रमादकारणेन इत्युक्ते किं महोदय? प्रमादः इत्युक्ते, प्रमादः इत्युक्ते कोऽपि वदति वा प्रमादः इति? नेग्लिजेन्स् अस्ति महोदय, केर्लेस्नेस्, एरर्, अपराधः, अपराधः अस्तु, अपराधः अस्तु. अतः तत्र हा प्रमादः अस्तु. अतः तत्र गर्वः वा ज्ञानः वा अथवा प्रमादः अपि, यदि तत्र कारणत्रयं नास्ति चेदपि तत्र अन्ये नष्टाः जनाः सन्ति तैः अपि नाशिताः भवन्ति, नाशनं, नाशः भवितुम् अर्हति. अस्तु अस्तु, तर्हि तत्र अग्रिमपुटे तत्र अवधेयद्वयमस्ति तत् पठितम् इति मन्ये, अपि मध्ये मध्ये यत् अस्ति तदपि पठितवन्तः वा? न महोदय, न. अस्तु अस्तु अस्तु, अतः तत् पठामः तर्हि. अस्तु गीताञ्जलि भगिनी, अतः तत्र इदानीं अग्रिमे पुटे चतुर्थ अभ्यासः. अस्तु महोदय, कोष्टकस्य सहायेन यथोदाहरणं वाक्यानि योजयत. अस्तु, तत् दत्तं तत्र केचन पण्डिताः गीताव्याख्यानं कुर्वन्ति. तत्र पण्डिताः इति पदस्य विशेषणं केचन, समीचीनं भगिनि. केचन, केचन बहुवचनं, पण्डिताः अपि बहुवचनं. केचन पण्डिताः गीताव्याख्यानं कुर्वन्ति. अग्रिममस्ति, मार्गेण मनोनिग्रहः करणीयः. मार्गेण, मार्गेण तु तृतीय एकवचनम्. अपि च केनचित् मार्गेण मनोनिग्रहः करणीयः. हा करणीयः, मनोनिग्रहः करणीयः. केन करणीयः? केनचित् मार्गेण. न जानीमः कः मार्गः, किन्तु केनचित् मार्गेण करणीयः एव करणीयः. मनोनिग्रहः आवश्यकः, करणीयः एव. वयं न जानीमः तत्र कथं, न जानीमः कथं, किन्तु केनचित् मार्गेण करणीयः इति. समीचीनं भगिनि. अस्तु अग्रे तत्र वेदा भगिनि अग्रे. आम् महोदय, अध्यायेषु अधिकाः श्लोकाः सन्ति. अध्यायेषु सप्तमीविभक्ति बहुवचनं, तदेव तत्र केषुचित् अध्यायेषु अधिकाः श्लोकाः सन्ति. हा केषुचित् अध्यायेषु अधिकाः श्लोकाः सन्ति. समीचीनं भगिनि. अस्तु शोभा भगिनि अग्रे. यतिः भगवन्तं प्राप्नोति. तत्र यतिः इति प्रथमविभक्ति एकवचने अस्ति, अतः तत्र कश्चित् यतिः भगवन्तं प्राप्नोति. हा कश्चित् यतिः भगवन्तं प्राप्नोति. समीचीनं भगिनि. हा अस्तु शुभदा भगिनि अग्रे. यतिः इत्युक्ते यतिः इत्युक्ते यतिः इत्युक्ते यतिः इत्युक्ते तत्र साधुः अथवा हा साधुः इति वक्तुं शक्नुमः. तस्यैव आङ्ग्लभाषायां यति, आङ्ग्लभाषायां यति अस्ति इत्युक्ते योगी, परं योगी इति न मन्ये इति महोदय. हा तत्र यति, हा यति सत्यं भगिनि. हा तादृश तत्र साधु अथवा तत्र हा यः तपः करोति, हा हा यः तपः करोति सः यति, किन्तु आङ्ग्लभाषायां तु अबामनबल् स्नो तत्तु एटि अस्ति, एटि एटि अस्ति, सत्यं नास्ति किन्तु तदेव. टिबेट् मध्ये तत्र तस्य दर्शनं न प्राप्तम् इति. हा न भ्रष्टं जातं महोदय, अर्थमेव भ्रष्टं जातं. सत्यं सत्यं भगिनि. हा अस्तु मधुसूदन महोदय अग्रे पठति वा? महोदय यतते इति यति, यतिः इति अपि अस्ति महोदय. यतते, अस्तु अस्तु अस्तु, यः सः यतते इति प्रयत्नं करोति इति. हा अस्तु भगिनि, समीचीनं. उत्तममस्ति भगिनि. अस्तु. भीताः प्राञ्जलयः गृह्णाति. गृह्णन्ति गृह्णन्ति गृह्णन्ति भीताः भीताः इति पदस्य वचनं किम्? भीतिः भीताः बहुवचनं बहुवचनं भीतः भीतः भीताः तत्र देवशब्दः अकारान्त अकारान्तपदं भीताः भीतः भीताः तत्र स्त्रीलिङ्गे अपि भवितुम् अर्हति भीता भीताः अतः तत्र काश्चित् काश्चित् भीताः प्राञ्जलयः गृह्णति गृह्णन्ति काश्चित् काश्चित् अस्तु काश्चित् काश्चित् काश्चित् भीताः प्राञ्जलयः गृह्णन्ति समीचीनं. काश्चित् कुत्र अस्ति? काश्चित् तु नास्ति. केचित् अस्ति. अस्तु अतः तत्र पुल्लिङ्गे अस्ति. अस्तु तदपि स्त्रीलिङ्गमपि भवितुमर्हति अत्र पुल्लिङ्गे अस्ति. अस्तु केचित् इति एव वदतु महोदय. अतः अतः केचित् अतः केचित् भीताः प्राञ्जलयः गृह्णन्ति इति अस्ति तावदेव. अस्तु समीचीनम्. अस्तु अग्रे शुभदा भगिनी. गीतासु भगवद्गीता प्रसिद्धा. गीतासु इति सप्तमी विभक्ति बहुवचने. तस्य कासुचित् गीतासु भगवद्गीता प्रसिद्धा. हा कासुचित् गीतासु भगवद्गीता प्रसिद्धा समीचीनम्. हा इत्युक्ते किं महोदय? भगवद्गीता एव गीता न महोदय? न भगिनी तत्र अन्याः गीताः अपि सन्ति. तत्र गुरुगीता इति अस्ति अपि रामगीता अस्ति. तत्र अष्टवक्रगीता अस्ति अपि अस्ति खलु. अतः तत्र गीताः सन्ति किन्तु तासु भगवद्गीता प्रसिद्धा इति. तत्र यथा तत्र भगिनी तत्र यथा सूर्योदयस्य सूर्यस्य उदयेन अन्यानि नक्षत्राणि न द्रष्टुं शक्नुमः तत्र तादृशं तत्र भगवद्गीता यथा तत्र तस्य तत्तद् अभवत् तत्र प्रवचनम् अभवत् तदनन्तरं तत्र अन्ये तत्र अदृश्याः इव अभवन् इति तावदेव. अतः तत्र भगवद्गीता एव प्रसिद्धा इति. अस्तु तर्हि अग्रे उषा भगिनी अग्रे. प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति. प्रकृतिस्थानि कारणानि तत्र प्रकृतिस्थं कारणं तत्र स्थ इत्युक्ते किम्? तत्र स्थानम् इति तादृशं नास्ति. स्थ इत्युक्ते किम् अस्ति? तत्र स्थानम् इति अपि किन्तु प्रकृतिस्थम् इत्युक्ते किं महोदय? कोष्टकस्थम् इति. प्रकृतिस्थं कोष्टकस्थम् इति श्रुतं खलु भवत्या? हा कोष्टकस्थम् इत्युक्ते किं? कोष्टके यत् स्थितम्. अत्र प्रकृतिस्थं कारणम् प्रकृत्यां कारणं यदस्ति तत्र प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति. तत्र चालयन्ति इति क्रियापदं कर्तृपदं किम् अस्ति? सर्वान् न सर्वान् इति विभक्ति कारणानि सर्वान् चालयन्ति. चालयन्ति क्रियापदमस्ति. कारणानि सर्वान् कर्मपदमस्ति. सर्वान् कर्मपदमस्ति. कर्तृपदं किमस्ति? कारणानि कर्तृपदम्. कारणानि चालयन्ति. किं चालयन्ति? सर्वान् चालयन्ति. कीदृशानि कारणानि? प्रकृतिस्थानि कारणानि सर्वाणि सर्वान् चालयन्ति. इदानीं तत्र तस्मात् प्राक् किं भवति? चित्छना इति पदस्य कानिचन अपि कानिचन अथवा कानिचित् कानिचित् कानिचन कानिचित् अथवा कानिचन प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति. अतः तत्र प्रकृतिः एव कारणमस्ति, अतः तत्र प्रकृतिस्थानि कारणानि सर्वान्, तत्र यद्वयं दृश्यामः तत्सर्वं प्रकृतिस्थानि कारणानि चालयन्ति इति. समीचीनम्. अस्तु, अग्रे शुभदा भगिनि. महोदय, कथायां गीतामहात्म्यं पठितवान्. कथायाम् इति सप्तमी विभक्त्यां एकवचने. कस्याञ्चित् कथायां गीतामहात्म्यं पठितवान्. हा, समीचीनं भगिनि. तत्र कस्यां कथायाम् इति न जानीमः, अतः तत्र कस्याञ्चित् कथायां गीतामहात्म्यं सः पठितवान्. समीचीनं भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनि. प्रकृतीनां परिष्कारः अशक्यः. प्रकृतीनां इति षष्टि बहुवचनमिति मन्ये. तत्र षष्टि बहुवचनं केषाम् अपि च प्रकृतीनाम् इति स्त्रीलिङ्गं, सो कासाञ्चित् कासाञ्चित् प्रकृतीनां परिष्कारः अशक्यः. अशक्यः अशक्यः इत्युक्ते तत्र न कर्तुं शक्नुमः. किं किं न कर्तुं शक्नुमः? परिष्कारः न कर्तुं शक्नुमः तत्र कासाञ्चित् प्रकृतीनां. तत्र प्रकृतयः सन्ति, हा, तत्र तासां परिष्कारः न भवति, तत्र न शक्नुमः कर्तुं न शक्नुमः, अतः तत्र परिष्कारः अशक्यः इति. समीचीनम्. अस्तु, इदानीम् अग्रे सरामः. तर्हि तत्र अग्रिमे पुटे तत्र अवधेयं पठितवन्तः इति मन्ये. तत्र हा, अधोभागे अव्ययं पठि अवधेयं पठितवन्तः इति मन्ये. अस्तु, इदानीम् अग्रे गच्छामः तर्हि. अस्तु, अग्रे शोभा भगिनी आरम्भं करोति वा? आं महोदय, पञ्चमाभ्यास. कोष्ठकस्य साहाय्येन यथोदाहरणम् अनेकानि वाक्यानि रचयत. अनेकानि वाक्यानि रचय. अस्तु अस्तु महोदय. तत्र प्रथमस्तम्भे उमा अपि अहम् इति दत्तम्. अपि च द्वितीयस्तम्भे प्रश्नार्थक किं न प्रश्नार्थक नास्ति इदानीं तत्र. केवलं चिच्छन नास्ति चेत् प्रश्नार्थकः, चिच्छ नास्ति चेत् अनिश्चितार्थ. सत्यं. अस्तु, उमा कञ्चित् कञ्चन पुस्तकानि अपठत्. न न न, तत्र केवलं तत्र न न न, तादृशं. क्षम्यतां, तत्र पुस्तकानि इति बहुवचने नपुंसकलिङ्गे. कानि इति अनेन. अस्तु, उमा कानिचित् अथवा कानिचन पुस्तकानि अपठत्. अपठत् इति समीचीनं. क्षम्यतां महोदय, इदानीं समीचीनम् अस्ति. अस्तु, नरेश् महोदय अग्रे. महोदय, अहं ग्रन्थान् अपि ग्रन्थान् अपठं ग्रन्थान् कांश्चित् तत्र काञ्चित् काञ्चित् इति खलु कान् योगः काञ्चित् आम् काञ्चित् काञ्चन ग्रन्थान् अपठ ओ क्षम्यतां महोदय ग्रन्थान् ग्रन्थान् इति तत्र काश्चित् काश्चित् काश्चित् महोदय काश्चित् यतोहि तत्र का योगः किं भगिनि काश्चित् नास्ति तत्र नास्ति वा भगिनि अधोभागे अन्तिमम् अन्तिमं काश्चित् काश्चन ग्रन्थान् अपठम् अपठम् इति समीचीनम् अस्तु अग्रे महोदय प्रश्नः तत्र ग्रन्थः इति पुंलिङ्गे अस्ति भगिनि हा ग्रन्थः यतोहि ग्रन्थान् इति अस्ति द्वितीयविभक्ति काश्चित् अस्तु अस्तु अतः तत्र काश्चित् इति तत्र कान् योगः चित् किन्तु तत्र तत्र किञ्चित् भ्रमः भवति हा सत्यं भगिनि अतः एव अतः एव अस्तु अस्तु महोदय अस्तु समीचीनम् अस्तु अग्रे वेदा भगिनि आं महोदय पत्रिकाः पत्रिकाः पत्रिका पत्रिकाः स्त्रीलिङ्गे बहुवचनरूपमस्ति पत्रिकाः उमा उमा पत्रिका काश्चित् उमा काश्चित् पत्रिकाः अपठत् काश्चित् पत्रिकाः अपठत् अस्तु समीचीनं भगिनि अस्तु अग्रे उषा भगिनि आं महोदय श्लोकं कर्मपदं द्वितीयविभक्ति अहं श्लोकम् अपठम् तत् उदाहरणं दत्तं न न भगिनि काञ्चित् श्लोकम् इति अस्ति भगिनि श्लोकमस्ति चेत् अहं काञ्चित् श्लोकम् अपठम् किमर्थं काञ्चित् श्लोकम् इति लिङ्गं किं श्लोकम् इति प्रथमविभक्ति महोदय न न श्लोकम् इति पदस्य लिङ्गं किम् ओ नपुंसकलिङ्गं न श्लोकः श्लोकमिति रूपम् अस्ति श्लोकमिति अस्ति किन्तु विभक्ति का तत्र अपठम् अस्ति चेत् तत्र श्लोकमिति पदस्य विभक्ति का अपठं लङ्लकार अस्ति न महोदय अस्तु भगिनि भवतु किन्तु तत्र श्लोकम् अस्ति चेत् किं भवति श्लोकः अस्ति वा श्लोकम् अस्ति वा महोदय इति प्रश्नः तत्र अपठम् इति अस्ति अपठम् अथवा पठति इति अस्ति चेत् श्लोकम् इति वाक्ये किं भवति कर्तृपदं वा कर्मपदं वा कर्मपदं महोदय हा अतः तत्र विभक्ति का तत्र अतः तत्र द्वितीयस्तम्भे अपि तत्र द्वितीयविभक्तिरूपम् अपेक्षितं खलु भगिनि कञ्चित् कञ्चित् न स्त्रीलिङ्ग क्षम्यतां महोदय हा इदानीं सम्यक् अतः तत्र श्लोकः इति अस्ति भगिनि श्लोकः इति एव अस्ति श्लोकः वा श्लोकं वा महोदय श्लोकः इति प्रथमविभक्ति भगिनि श्लोकम् इति द्वितीयविभक्तिरूपम् इत्युक्ते श्लोकः पुंलिङ्गे अस्ति श्लोकमपि अस्ति वा महोदय नपुंसकलिङ्गे अत्र नपुंसकलिङ्गं त्यजतु भगिनि अत्र यद्दत्तमस्ति श्लोकः इति तत्तत्य तस्य रूपं वदतु तत्र कञ्चित् इति श्लोकः अहं कञ्चित् अथवा कञ्चन श्लोकम् अपठम् समीचीनं भगिनि हा अस्तु अतः तत्र कञ्चित् अथवा कञ्चन श्लोकं अस्तु समीचीनं भगिनि अस्तु अग्रे हा नरेश् महोदय अग्रे नरेश् महोदय आं महोदय अहं पठामि उमा उमा कवितां स्त्रीलिङ्ग द्वितीयविभक्ति अत्र काञ्चित् काञ्चन उमा काञ्चित् काञ्चन कविताम् अपठत् अपठत् समीचीनम् अस्तु अस्तु अग्रे शोभा भगिनि आं महोदय तत्र काव्यः इति पुंलिङ्गे इति मन्ये काव्यम् इति नपुंसकलिङ्गं वा काव्या काव्यम् इति चिन्तयामि चिन्तयामि भगिनि तत्र नपुंसकलिङ्गमिति काव्यं काव्यम् अस्तु महोदय धन्यवादः अस्तु अत्र नपुंसकलिङ्गे अस्ति चेत् काव्यम् इति प्रथम विभक्ति तत्र अपठत् इति क्रियापदमस्ति द्वितीयविभक्ति भवति किञ्चित् इति भवति किञ्चित् नपुंसकलिङ्गे उमा किञ्चित् अथवा किञ्चन काव्यम् अपठत् अपठत् इति समीचीनं भगिनि हा तावदेव अस्ति अस्तु गीताञ्जलि भगिनि अग्रे अस्तु म्यूट् मध्ये अस्ति क्षम्यतां महोदय अग्रे इत्युक्ते षष्टम अभ्यासः महोदय अत्र सर्वं कृतवन्तः वा अस्तु तत्र प्रायश तत्र उमा उपयुज्य एकवाक्यम् अपि अहम् उपयुज्य एकवाक्यं कर्तुं शक्नुमः अस्तु अस्तु भगिनि अतः तत्र अग्रिममेव आरम्भं करोतु अस्तु महोदय समय तत्र समयः तत्र एकं कुर्मः तदनन्तरम् अस्तु तत् तत् सङ्ख्याकं गीताश्लोकं परिशील्य रिक्तस्थानम् उचितैः चित् चन प्रययुक्तशब्दैः पूरयत इति तत् सङ्ख्याकं प्रत्यययुक्तशब्दैः प्रत्यययुक्तशब्दैः अस्तु आश्चर्यवत् पश्यति एनम् आश्चर्यवत् वदति तथैव चान्यः हा केनचित् तत्र कश्चित् कश्चित् कश्चित् इति अस्ति तत्र आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति वदति तथैव तथैव चान्यः इति हा तत्र कश्चित् इति अस्ति हा कश्चित् इति हा समीचीनं तत्र अतः तत्र उत्तमस्थाने वयं स्मः इदानीं तत्र अग्रिमे वर्गे तत्र रिक्तस्थानानि पूरयित्वा वर्गे आगच्छन्तु अतः तत्र समीचीनं भवति अस्तु भगिनि अस्तु अतः तत्र उषा भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः भगिनी